पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 78 वैशम्पायन उवाच भगवं त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतम् अपरं श्रोतुमिच्छामि ब्रह्मस्य च प्रियं च यत् व्यास उवाच कैलासशिखरे रम्ये सुखासीनं महेश्वरं प्रणम्य शिरसा भूमौ स्कन्दो वचनमब्रवीद अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः वारादेर्यद्बलं नाथ श्रोतुमिच्छामि तत्त्वतः ईश्वर उवाच रक्तपुष्पैरवेर्वारे त्वर्क्यं दद्याद्व्रती नरः नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे कुर्वतः प्रीतिमाप्नोति स गणः परमेश्वरः शूरस्य सदृशं याधि तिथिवारस्य पालनाद एकेन गणपत्यस्य यावत्सूरो नभस्तले सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनं स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितं रविवारेण सङ्क्रान्त्या सप्तम्या तद्दिने शिवे व्रतपूजादिकं चाप्यं सर्वं चाक्षयदां व्रजेद आदित्यवासरे शुभ्रे ग्रहाधिपप्रभूजनम् प्राणादहदवक्त्रेण निःसार्य मण्डलेऽन्यसेद द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृद सङ्क्राह्यै शान्यां क्षिपेद आदित्याय विद्महे भास्कराय धीमहि तन्नो भानुः प्रचोदयाद ततो गुरूपदिष्टेन विधिना च विलेपनं विलेपनान्ते सद्धूपं धूपान्ते च प्रदीपकं प्रदीपान्ते च नैवेद्यं ततो वारि निवेदयेद ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेद अञ्जलिप्रथमा मुद्रा द्वितीया धेनुका स्मृता एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेद मम ब्रह्मवधं घोरं कपालं करलग्नकं रवेस्तस्य प्रसादात्तु मुक्तं वाराणसीतडे रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते यस्य प्रसादतो घोरान् मुक्तोऽहं गुरुकिल्बिषाद स्कन्द उवाच श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मे भवत्प्रभो त्वदन्योऽस्ति न को देवकथं ब्रह्मवधं त्वयि त्वं च ज्ञानीश्वरो योगी लोके भोक्ताक्षरो व्ययः देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः शिव उवाच लोकानां च हितार्थाय पृथग्भूता युगे युगे सर्वं कुर्मो वयं पुत्र ब्रह्म विष्णु महेश्वराः नास्माकं बन्धमोक्षौ च न कार्यं कार्यमेव वा तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकं सर्वं च परमं चैव सर्वविघ्नविनाशनं सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम् एकोऽसौ बहुधा भूत्वा कालभेदादनिन्दितः मासे मासे तु तपदि एको द्वादशतां व्रजेद मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा चैत्रे मासि तपेद्भानुर्वैशाखे तापनस्मृतः ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः गभस्तिश्रावणे मासि यमो भाद्रपदे तथा हिरण्यरेताश्वयुजी कार्तिके तु दिवाकरः इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः उरुरूपा महातेजा युगान्तानलवर्चसः ययितं पठते नित्यं तस्य पापं न विद्यते न रोगो न च दारिद्र्यं नावमानो भवेत् क्वचिद् अक्षयं लभते स्वर्गं सुखं राज्यं यशक्रमाद महामन्त्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम् नमः सहस्रभाघवे आदित्याय नमो नमः नमस्ते पद्महस्ताय वरुणाय नमो नमः नमस्तिमिरनाशाय श्रीसूर्याय नमो नमः नमः सहस्रजिह्वाय भानवे च नमो नमः त्वं च ब्रह्मा त्वं च विष्णु रुद्रस्त्वं च नमो नमः त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमो नमः सर्वगसर्वभूतेषु न हि किञ्चित् त्वया विना चराचरे जगत्यस्मिन् सर्वदेहे व्यवस्थितः यदि जप्त्वा लभेत् कामं स्वर्गभोग्याधिकं क्रमाद आदित्यो भास्करसूर्यो अर्को भानुर्दिवाकरः सुवर्णरेदामित्रश्च पूषा त्वष्टा च ते दश स्वयम्भूस्तिमिराशश्च द्वादश परिकीर्तितः नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः सर्वपापाच्च रोगाच्च मुक्तो यादिपराङ्गतिं पुनरन्यत् प्रवक्ष्यामि भास्करस्य महात्मनः रक्ताख्याये रक्तनिभासिन्धूरारुणविग्रहाः यानि नामानि मुख्यानि तच्छृणुष्व षडानन तपनस्तापनश्चैव कर्ता कर्ता ग्रहेश्वरः लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः अग्निगर्भो महाविप्रस्वर्गसप्ताश्ववाहनः पद्महस्तस्तमोभेदि ऋग्वेदो यजुःसामगः कालप्रियं पुण्डरीकं मूलस्थानं च भावितं यस्मरेच्च स सदा भक्त्या तस्य रोगभयं कुतः शृणु कार्तिकयत्नेन सर्वपापहरं शुभं न सन्देहो मनाकार्य आदित्यस्य महामदे इन्द्राय नमः विष्णवे नमः येष जप्यश्च होमश्च सन्ध्योपासनमेव च सर्वशान्तिकरश्चैव सर्वविघ्नविनाशनः नाशयेत् सर्वरोगांश्च लूदा विस्फोटकादिकान् कामलादिरोगांश्च ये रोगाश्चैव दारुणाः एकाहिकं त्र्यहिकं च ज्वरं चादुर्धिकं तथा कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा अश्मजीमूत्रकृच्छ्रांश्च नानारोगामयांस्तथा ये वादप्रभवरोगा ये रोगा गर्भसम्भवाः मर्दयन्दो महारोगा मर्दिदा वेदनात्मकाः विलयं यान्दिते सर्व आदित्योच्चारणेन तु रक्ष मां देवदेवेश ग्रहरोगभयेषु च प्रशमं यान्दिते सर्वे कीर्तिते तु दिवाकरे मूलमन्त्रं प्रवक्ष्यामि सर्वकामार्थसाधकं भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः मन्त्रच्छायम् ॐ प्रां प्रीं सत्सूर्याय नमः अनेन मन्त्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवम् व्याधयो वै न बाधन्ते न चानिष्ठं भयं भवेद् सूर्यावर्तोदकं यस्तु गृहीत्वा दुःक्रमेण तु तस्य प्राशनमात्रेण नरो रोगात् प्रमुच्यते न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च कडुतैलसमयुक्तं नस्ये पाने च दापयेद् सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते मूलमन्त्रं स्तु जप्तव्यः सन्ध्यायां होमकर्मसु जप्यमाने तु नश्यन्ति रोगा क्रूरग्रहास्तथा किमन्यैर्बहुभिः शास्त्रैर्मन्त्रैर्वा बहुविस्तरैः सर्वशान्तिरियं वत्स सर्वार्थप्रतिसाधिक नास्तिकाय न दातव्या देवब्राह्मणनिन्दके गुरुभक्ताय दातव्या नान्येभ्योऽपि कदाचन प्रादरुद्धाय यो नित्यं कीर्तयिष्यति मानवः गोघ्नकृधघ्नकश्चैव मुच्यते सर्वपादकैः शरीरारोग्यकृच्चैव धनवृद्धियशस्करः जायते नात्र सन्देहो यस्य तुष्येद्दिवाकरः एककालं द्विकालं वा त्रिकालं नित्यमेव च यः पडेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयाद पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेद विद्यार्थी लभते विद्यां धनार्थी लभते धनं शृणुयात् संयुधो भक्त्या शुद्धाचारसमन्वितः सर्वपापविनिर्मुक्तसूर्यलोकं व्रजत्यपि भास्करस्य व्रते यच्च व्रताचारमखेषु च पुण्यस्थानेषु तीर्थेषु पठेत् कोटिगुणं भवेद् ग्रहे भोज्येषु पूज्यायां ब्रह्म भोज्ये द्विजाग्रदः य इदं पठते विप्रस्तस्यानन्दफलं भवेद् तपस्विनां च विप्राणां देवानामग्रदसुधीः यः पठेत् पाठयेद्वापि सुरलोके महीयते इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे सूर्यशान्तिर्नामाष्टसप्ततितमोऽध्यायः ॐ